पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 1 नमामि गोविन्दपदारविन्दं सन्देन्दिरावन्दितमुत्तमाढ्यं जगज्जनानां हृदि सन्निविष्टं महाजनैकायनमुत्तमोत्तमम् एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः हिमवद्वासिनः सर्वे मुनयो वेदपारगाः त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः महेन्द्राद्रिरदाये च ये च विद्यनिवासिनः येर्बुदारण्यनिरताः पुष्करारण्यवासिनः श्रीशैलनिरताये च कुरुक्षेत्रनिवासिनः धर्मारण्यरताये च दण्डकारण्यवासिनः जम्बूमार्गरताये च ये च सत्यनिवासिनः ये दे चान्ये च बहवः सशिष्या मुनयो मलाः नैमिषं समुपायादाः शौनकं द्रष्टुमुत्सुकाः तं पूजयित्वा विधिवत्तेन तेजसुपूजिताः आसनेषु विचित्रेषु भृश्यादिषु यथाक्रमं शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः कृष्णाश्रिधा कथा पुण्याः परस्परमधा ब्रुवन् कथां तेषु ततस्तेषां मुनीनां भावितात्मनाम् आजगाम महातेजाः सूदस्तत्र महाद्युतिः व्यासशिष्यः पुराणज्ञो रोमहर्षणसंज्ञकः तान् प्रणम्य यथा न्यायं स तैश्चैवाभिपूजितः उपविष्टं यथा योग्यं शौनकाद्या महर्षयः व्यासशिष्यं सुखासीनं सूदं वै रोमहर्षणम् तं पप्रच्युर्महाभागाः शौनकाद्यास्तपोधनाः ऋषय ऊचुः पौराणिकमहाबुद्धे रोमहर्षणसुव्रत त्वत्तश्रुता महापुण्याः पुरा पौराणिकी कथाः साम्प्रतं च प्रवृत्तास्म कथायां सक्षणाहरेः स वै पुंसां परो धर्मो यदो भक्तिरधोक्षजे पुनः पुराणमाचक्ष्व हरिवार्तासमन्वितं हरेरन्या कथा सूदश्मशानसदृशी स्मृता हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतं तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय कुत एतत्समुत्पन्नं केन वा परिपाल्यते कस्मिन् विलयमभ्येदि जगदे तच्चराचरं क्षेत्राणि कानि पुण्यानि के च पूज्याशिलोच्चयाः नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः एतत्सर्वं महाभाग कथयस्व यथाक्रमं सूद उवाच साधु साधु महाभागाः साधु पृष्ठं तपोधनः तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसंज्ञकं पराशर्यं परमपुरुषं विश्व वैद्ययिकयोनिं विद्याधारं विपुलमदिदं वेदवेदान्तवेद्यं शश्वच्छान्तं स्वमदिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशस्सं सर्वदाहं नमामि नमो भगवते तस्मै व्यासायामिदतेजसे यस्य प्रसादाद्वक्ष्यामि नारायणकथामि मां प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितं सहस्रं पञ्च पञ्चाशत् षड्भिः खड्गैः समन्वितम् तत्रादावादिखण्डं स्याद्भूमिखण्डं ततः परं ब्रह्मखण्डं च तत्पश्चात्ततः पादालखण्डकं क्रियाखण्डं तदख्यातमुत्तरं खण्डमन्तिमं येददेव महापद्ममद्भुतं यन्मयं जगद तद्वृत्तान्ताश्रयं तस्मात् पात्ममित्युच्यते बुधैः एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमं देवदेवो हरिर्यद्वै ब्राह्मणे प्रोक्तवान् पुरा ब्रह्मा तन्नारदायाः नारदोऽस्मद्गुरोः पुरः व्यासः सर्वपुराणानि सेदिहासानि संहिताः अध्यापयामास मुहुर्मामदिप्रियमात्मनः तत्तेऽहं संप्रवक्ष्यामि पुराणमधिदुर्लभं यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः सर्वतीर्थाभिषेकं च लभते शृणुते हि यः श्रद्धया परया भक्र्या श्रुतमात्रेण मुक्तिदः अश्रद्धयापि शृणुते लभते पुण्यसञ्चयं तस्मात् सर्वप्रयत्नेन पद्मं श्रोत्रातिथीकुरु तत्रादिखण्डं वक्ष्यामि पुण्यं पापविनाशनम् शृण्वं तु मुनयः सर्वे स शिष्यास्त्वत्र ये स्थिताः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रथमोऽध्यायः ॐ